गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। शब्दः खण्डः इति प्रकरणे स्मः। तत्र नैयायिकानां मतानुसारं पदार्थाः सप्त इति अस्माभिः अधीतं। द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः। तत्र द्रव्याणां नवानां निरूपणं कृतं पूर्वं। तदनन्तरं चतुर्विंशतिगुणाः सन्ति इति द्वितीयपदार्थः। तत्रैव इदानीमपि स्मः वयं द्वितीयपदार्थस्य निरूपणे स्मः, द्वितीयपदार्थानां निरूपणे स्मः वयं। तत्र ज्ञानम् इति एकः गुणः अस्ति, आत्मनि एव विद्यमानगुणः ज्ञानम्। तज्ज्ञानं द्विविधम्, अनुभवः स्मृतिश्च इति ज्ञानस्य द्विधा विभक्तं कृतम्। स्मृतिः इत्युक्ते किं? संस्कारमात्रजन्यं ज्ञानं स्मृतिः, अन्यत् सर्वम् अनुभवः इति उक्तं। तत्र अनुभवः अपि चतुर्धा विभक्ता अस्ति, विभक्तः अस्ति। अनुभवः प्रत्यक्ष अनुभवः, अनुमान अनुभवः, उपमान अनुभवः, शाब्दबोध अनुभवः इति। सर्वत्र अहम् अनुभवः अनुभवः इति पदं प्रयोगं कुर्वन् अस्मि। अनुभवः इत्यनेन किम् अवगन्तव्यम् इति चेत् ज्ञानम्। किन्तु यदि ज्ञानम् इति वदेम तर्हि ज्ञानम् इति शब्दे स्मृतिः अपि अन्तर्भूता अस्ति इति कृत्वा अनुभवः इति पदम् अस्माभिः वक्तव्यम्। अस्तु, प्रत्यक्षप्रमाणेन जायमानज्ञानस्य अनुभवस्य नाम अस्ति प्रत्यक्षम्। अनुमानप्रमाणेन जायमान अनुभवस्य नाम अस्ति अनुमितिः। उपमानप्रमाणेन जायमान अनुभवस्य नाम अस्ति उपमितिः। एवं शब्देन जायमान अनुभवस्य नाम अस्ति शाब्दबोधः। प्रत्यक्षं प्रत्यक्षज्ञानं कथं जायते इति चेत् इन्द्रियसन्निकर्षेण प्रत्यक्षज्ञानं जायते इति नैयायिकानां मतम्। अद्वैतमते तु भेदः अस्ति, भवतु। तदनन्तरम् अनुमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति अनुमितिः। अनुमानप्रमाणं नाम किम् इति चेत् परामर्शज्ञानमेव अनुमानप्रमाणम् इति कथ्यते। उपमिति, उपमानप्रमाणेन जायमानस्य ज्ञानस्य अनुभवस्य नाम अस्ति उपमितिः। उपमितिः उपमानप्रमाणम् इत्युक्ते किम् इति चेत् सादृश्यज्ञानम्। सादृश्यज्ञानं कथं भवति इति चेत् तत्र प्रत्यक्षेन उपमेयं यदस्ति तद्दृष्ट्वा तत्र पूर्वं यद् अन्येन उक्तं तत् स्मृत्वा मिलित्वा तत्र उपमाद इति ज्ञानं जायते। तत्रापि शक्तिग्रहः एव भवति। गोसदृशः गवयः इति उक्तं, तत्र गोसदृशः गवयः इति प्रथमवारं श्रुत्वा केवलं गवय इति शब्दस्य ज्ञानं प्राप्तं, किन्तु शब्दार्थस्य ज्ञानं न प्राप्तं। तदनन्तरं साक्षात् गवयं दृष्ट्वा गवयपदार्थस्य ज्ञानं प्राप्तं, न तु गवयशब्दस्य। गवयशब्दः इदानीम् अस्माकं स्मरणे वर्तते, तत्र संस्कारः जातः। तदनन्तरं गवयं, गवयः मया दृष्टः अस्ति। तदनन्तरं तत्र प्रत्यक्षज्ञानेन, तेन जायमानसादृश्यज्ञानेन, तेन जायमानसंस्कारस्य उद्बोधनात् या स्मृतिः भवति तया स्मृत्या अत्र गवय इति पदं गवय इति पदार्थः अनयोः मध्ये यः सम्बन्धः अस्ति बोध्यबोधकभावसम्बन्धः सः सम्बन्धः मया गृहीतः अस्ति तदेव उपमितिः इति कथ्यते तत्र यद्यपि गवय इति शब्दे शक्तिः अस्ति का शक्तिः गवय इति पदम् इति पदार्थं बोद्धुं या शक्तिः अस्ति सा शक्तिः मया न गृहीता किन्तु बोध्यबोधकभावः एव मया गृहीतः अस्ति इति भेदः लघुभेदः अस्ति किन्तु मुख्यभेदः अस्ति अस्तु तर्हि तदनन्तरम् इदानीं शब्दखण्डः तत्र शाब्दबोधः शब्दः नाम किम् आप्तवाक्यं शब्दः आप्तः कः यथार्थवक्ता आप्तः वाक्यं किं पदसमूहः वाक्यं पदं किं शक्तं पदं शक्तिः नाम का अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः ईश्वरीय इच्छा शक्तिः तर्हि ईश्वर इच्छा इच्छा सविषयकपदार्थः इति वयं जानीमः मयि इच्छा वर्तते इति यदि अहं वदामि तत्र कस्मिन् विषये इति आकाङ्क्षा जायते एव तर्हि ईश्वरीय इच्छा अपि सविषयकपदार्थः एव तर्हि केषु विषयेषु ईश्वरीय इच्छा वर्तते इति चेत् उदाहरणार्थं घट इति पदं स्वीकुर्मश्चेत् घटपदे मुख्यप्रकारत्वेन ईश्वर इच्छा वर्तते केवलं तत्र नास्ति घटपदे बोधजन्यत्वमस्ति तर्हि तस्मिन् जन्यत्वे अपि ईश्वरीय इच्छा वर्तते जन्यत्वे अपि विषयत्वं वर्तते यः बोधः जायते घटपदम् इति घटम् इति पदं श्रुत्वा यः बोधः जायते तस्मिन् बोधे अपि विषयत्वमस्ति तदनन्तरं बोधः स्वयं सविषयकपदार्थः मयि बोधः जातः इति चेत् कस्मिन् विषये इति प्रश्नः उदेति तर्हि बोधस्य विषयः अस्ति तस्मिन् विषये यद्विषयत्वमस्ति तस्मिन् विषयत्वे अपि शक्तेः विषयत्वमस्ति विषयत्वं यस्मिन् अस्ति यः विषयः अस्ति तस्मिन् विषये अपि इच्छायाः विषयत्वमस्ति इति कृत्वा पञ्चविषयाः सन्ति ईश्वरीय इच्छायाः विषयाः पञ्च घटपदं तस्मिन् विद्यमानजन्यत्वं तेन जन्यत्वेन जायमानबोधः बोधस्य विषयः विषये विद्यमानविषयत्वम् इति पञ्चसु विषयेषु ईश्वर इच्छायाः विषयत्वं वर्तते इति अवगतम् तस्य ग्रहः इत्युक्ते शक्तेः ग्रहः तस्याः ग्रहः शक्तेः ग्रहः यदि जीवात्मना क्रियते तदा शक्तिग्रहः जातः शक्तिग्रहः इत्युक्ते किं शाब्दबोधः जातः इति अवगन्तुं शक्यते तर्हि शक्तिग्रहः शाब्दबोधः इति पर्यायपदौ उभौ अपि अस्तु अपि च अनुभवः चतुर्धा विभक्तः इति मया उक्तः मया उक्तं किन्तु तत्र इतोपि एकं वक्तव्यं सर्वत्र अनुभवः अन्यरीत्या अपि तस्य विभजनं क्रियते यथार्थ अनुभवम् अयथार्थ अनुभवम् इति तद्वती तत्प्रकारकज्ञानं यथार्थ अनुभवः तद् अभाववती तत्प्रकारकज्ञानं अयथार्थ अनुभवः प्रत्यक्षस्थले अपि अयथार्थ अनुभवः भवति अनुमानस्थले अपि अयथार्थ अनुभवः भवति तदेव हेत्वाभासः उपमानस्थले अपि प्रायः भवितुमर्हति तस्मिन् विषये न चिन्तितं किन्तु उपमानस्थले अपि भ्रमः भवति वा इति चेत् भवितुमर्हति यदि गोसदृशं अन्यत् पशुविशेषणं पश्यामि न तु गवयं किन्तु गोसदृशः गवयः इति वाक्यं श्रुत्वा एषः एव गवयः इति भ्रमत्वेन यदि भ्रमात्मकनिश्चयः मया क्रियते तदा उपमितिभ्रमः अपि भवति एवं शब्दस्तरे अपि भवत्येव भ्रमा भवत्येव तर्हि घटपदं श्रुत्वा घट इति पदार्थं यस्मिन् पदार्थे ईश्वरीय इच्छा इच्छायाः मुख्यविशेष्यता वर्तते तद् अवगच्छामश्चेत् तादृशशाब्दबोधः प्रमात्मकमस्ति किन्तु घटपदं श्रुत्वा यदि पटम् अवगच्छामः पटपदार्थः अवगच्छामः तदा भ्रमः इति एतत् सर्वम् अस्माभिः अधीतं केवलं पुनस्मारणार्थम् अहं वदामि तदनन्तरं शाब्दबोधस्थले क्रमवर्णनम् इति पाठः गते वर्गे अस्माभिः दृष्टः तत्र नैयायिकानां वैयाकरणां मतानुसारं सुप्तिङन्तं पदं यस्य शब्दस्य अन्ते सुप् प्रत्ययाः अथवा तिङ्प्रत्ययाः विद्यन्ते तेषाम् एव पदसंज्ञा इति वैयाकरणामतानुसारं किन्तु नैयायिकानां मतानुसारम् अत्र आप्तवाक्यं शब्दः इति उक्तत्वात् तर्हि तत्र घटम् इति एकमेव पदं वैयाकरणां मतानुसारं द्वितीयाविभक्ति एकवचनं एकवचनान्तपदम् किन्तु नैयायिकानां मतानुसारं घटम् इति एकं पदं वा इति चेत् न घट इति एकं पदं तस्मात् उपरि विद्यमान अम् इति कर्मत्वविवक्षायां यः प्रत्ययः विधीयते तद् अन्यत् पदं तर्हि कर्म घटं घटम् इति एकं पदं नैयायिकानां मतानुसारं वाक्यमस्ति घट इति पदेन घटम् इति वाक्यमस्ति तत्र पदद्वयमस्ति घट अपि च अम् घट इति पदेन घटपदार्थः बुध्यते अम् इति पदेन कर्मत्वं बुध्यते इति अवगतम् अस्तु तदनन्तरम् आधे तर्हि शाब्दबोधस्थले क्रमवर्णनम् इत्युक्ते कथम् अवगच्छामः इति चेत् प्रथमक्षणे घट इति पदम् अस्माभिः श्रुतम् अम् इति पदमपि अस्माभिः श्रुतम् द्वितीयक्षणे तत्र घट इति पदं श्रुत्वा तत्र शक्तेः स्मरणं जायते घट इति पदस्य श्रवणमेव संस्कारस्य उद्बोधकः भवति एवम् अम् इति पदस्य श्रवणमेव अम् इति पदार्थस्य यः अर्थः अस्ति तस्य संस्कारस्य उद्बोधकः भवति तदनन्तरं द्वितीयक्षणे शक्तिस्मरणं जायते घटपदे घटे पदे विद्यमानशक्तिः अम् पदे विद्यमानशक्तिः ताभ्यां तयोः स्मरणं जायते तेन तृतीयक्षणे घटपदस्य उपस्थितिः भवति कर्मत्वस्यापि उपस्थितिः भवति चतुर्थक्षणे अत्र बोधः भवति घटनिष्ठकर्मत्वम् इति घटनिष्ठं कर्मत्वम् इति बोधः जायते इति अस्माभिः अधीतं तर्हि तत्रापि अस्माभिः चिन्तितं यदि नपुंसकलिङ्गपदं वनम् इति पदं शृणुमः चेत् तत्र प्रातिपदिकार्थे प्रथमाविभक्तिरूपं वच वनम् इति वा नो चेत् वनम् इति कर्मत्वेन यद्बुध्यते तद्वा इति केवलं वनम् इति श्रुत्वा न ज्ञातुं शक्नुमः नपुंसकलिङ्गस्य प्रथमा द्वितीयविभक्तिवचनरूपं द्वितीयाविभक्तिरूपं समानौ इति कृत्वा वनं केवलं वनम् इति शृणुमः चेत् तादृशशाब्दबोधः न जायते तर्हि इतोपि किञ्चित् अवगन्तव्यम् वनम् अस्ति इति चेत् इदानीं प्रातिपदिकार्थे तत्र वन अपि च अम् अम् इति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इत्यनेन तत्र सु इति प्रत्ययः अस्ति तदनन्तरं प्रक्रिया अस्ति भवतु, तर्हि सु इति प्रत्ययस्य अर्थः वन इति शब्दस्य अर्थः सः एव अर्थः इति ज्ञातुं शक्नुमः। किन्तु वनं गच्छामि इति यदि अहं वदामि तदा इदानीं तत्र कर्मत्वमपि बुध्यते इति अवगन्तुं शक्नुमः। तदनन्तरम् आदेयत्वादि संसर्गभानं कथम् इति गते वर्गे आरब्धम्, तत्र नूतनविषयः किमपि नास्ति। प्रथमक्षणे घट अपि च अम् इति पदद्वयम् अस्माभिः श्रुतम्, तेन शक्तेः स्मरणं जायते। तृतीयक्षणे घट उपस्थितिः कर्मत्व उपस्थितिः भवति, चतुर्थक्षणे शाब्दबोधः जायते इति उक्तम्। अस्मिन् परिच्छेदे इतोपि किम् अधिकम् उक्तम् इति चेत् अत्र तत्र च विषयी भवन्ति त्रयः पदार्थाः इति उक्तम्। त्रयः पदार्थाः के इति मेहुल् महोदय वदति किम्? आं महोदय, अत्र प्रथमम् अहं मन्ये घट इति पदार्थः, तदेव विषयः प्रथमः। द्वितीयं तु कर्मत्वम् इति द्वितीयपदार्थः, अपि च आधेयत्वम् इति तृतीयपदार्थः इति अहं मन्ये। उत्तमम् उत्तमम् इति त्रयः पदार्थाः, त्रयः विषयाः भवन्ति। तत्सर्वम् अवगम्य चतुर्थक्षणे जायमानः बोधः, तत्र आदे आदेयभावः अस्ति इत्युक्ते घटनिष्ठकर्मत्वं घटनिष्ठ आधेयत्वं कुत्र अस्ति इति चेत् कर्मत्वे अस्ति इति बुध्यते। किन्तु घटम् इति पदं श्रुत्वा, इदानीं घटम् इति वाक्यं, पुनः वदामि, घटम् इति वाक्यं श्रुत्वा तत्र घट इति एकं पदम्, अम् इति द्वितीयं पदम्, किन्तु आदेयत्वं बोद्धुं किमपि पदमस्ति किं तत्र? नास्ति नास्ति खलु? नास्ति। अस्तु, तर्हि तत्रैव पाठः आरप्स्यते। 294 पेज् मध्ये भवान् एव पठतु महोदय, मङ्गल् महोदय। इह इतरयोः पदार्थयोः बोधनाय पदयोः सत्त्वे अपि आधेयत्वबोधनाय न किमपि पदमस्ति, तदेव अत्र वयम् उक्तं। एवम् अत्रैव स्पृशति इति पदं यदि भवेत् तदा वाक्यं कीदृशं भवेत्? घटं स्पृशति इति, इह ति इति यः प्रत्ययः तस्य आख्यातम् इति संज्ञा शास्त्रे प्रसिद्धा। अस्तु, अत्र शास्त्रे इत्युक्ते न्यायशास्त्रे इति अहं मन्ये, अत्र व्याकरणशास्त्रे इति तिङ् प्रत्ययः इति अस्ति खलु, तस्य आख्यातम् इति संज्ञा अस्ति वा इति न जाने, परन्तु अत्र शास्त्रे तस्य आख्यातम् इति संज्ञा अस्ति, अतः स्पृशति इति भवति आख्यातान्तम्। अस्तु, यस्य अन्ते आख्यातम् अस्ति तदेव आख्यातान्तम्। तस्य स्तः द्वौ अंशौ, स्पृश इति क्रियाबोधकं पदं, ति इति आख्यातम्। क्रियाबोधकस्य पदस्य भवति धातुः इति संज्ञा, अतः स्पृश इति धातुः, सः क्रियां बोधयति इति तस्यापि भगवदिच्छाविषयत्वात् तदपि पदम्। अस्तु, धातुः इति अपि पदं भवति, क्रियां बोधयति अतः। अस्तु, तस्य च धातुपदस्य स्पर्शनम् अर्थः, सः क्रियारूपः ति इति आख्यातस्यापि कृतिः इति अर्थः, ति इत्यस्य अपि कृतिः इति अर्थः। तत्र क्रियायां घटनिष्ठकर्मत्वं निरूपकत्वसम्बन्धेन अन्वेति इति अनुपदं वक्ष्यते, धात्वर्थस्यापि अनुकूलत्वसम्बन्धेन आख्यातार्थे अन्वयः इति च साधयिष्यते। अस्तु, अत्र हा तर्हि वयं पूर्वे उक्तवन्तः घटः अथवा घटम् इति एव शृण्मः चेत् तत्र पदद्वयमस्ति, परन्तु तत्र तस्मिन् वाक्ये आधेयत्वबोधनाय किमपि पदं नास्ति, अतः आधेयत्वं कथं तत्र ज्ञास्यामः इत्यस्य कृते अन्यत् पदम् आवश्यकम्। तर्हि अत्र उदाहरणं दत्तमस्ति स्पृशति इति पदं यदा तत्र योजयामः चेत् वाक्यं किं भवति, तर्हि घटं स्पृशति इति वाक्यं भवति। अत्र स्पृशति इत्यस्मात् पदद्वयमस्ति, प्रथममस्ति स्पृश, अन्तिमम् अद्वितीयमस्ति ति इति। तर्हि ति इति प्रत्ययः अस्ति, तस्य शास्त्रे संज्ञा अस्ति आख्यातम् इति। अपि च स्पृशति इत्यस्य अन्ते ति इति प्रत्ययः अस्ति, तदेव आख्यातम्। अतः स्पृशति इत्यस्य अन्यत् नाम अस्ति आख्यातान्तम् इति। तर्हि स्पृशति इत्यस्मात् द्वौ अंशौ स्तः, प्रथममस्ति स्पृश, तत् क्रियाबोधकम् अस्ति, स्पर्शति इति क्रिया तेन बोध्यते, अतः स्पृश इति इत्यस्य धातु इति संज्ञा भवति। अस्तु, स्पृश इति धातु सः क्रियां बोधयति, परन्तु तदपि भगवद् इच्छायाः विषयम् अस्ति, अतः एव तद् अपि पदं भवति। तस्य च धातुपदस्य स्पर्शनम् अर्थः, तस्य अर्थः भवति स्पर्शनम् इति, तद् सः अस्ति क्रियारूपः। ति इति द्वितीयः भागः, तद् आख्यातम् अस्ति, तथापि तद् कृतिः, तस्य अर्थः कृतिः इति अस्ति। तत्र क्रियायां घटनिष्ठकर्मत्वं निरूपकत्वसम्बन्धेन अन्वेति। अस्तु, अनुपदं वक्ष्यते इत्यस्य अनुपदम् इत्युक्ते ति इति वा महोदय? आम्, तत्र अनुपदम् इत्युक्ते अत्र इतोपि अग्रे अग्रिमपरिच्छेदे पठामश्चेत् अत्र वक्ष्यते वक्ष्यते इति उक्तं खलु, साधिष्यते वक्ष्यते, तदा इतोपि अर्थबोधः जायते। किन्तु अस्मिन् परिच्छेदे यदुक्तं किञ्चित् भिन्नरीत्या चिन्तनं कुर्मः महोदय। अस्तु, प्रथमं यद्भवता उक्तं तत्र घट अपि च अम् अनयोः मध्ये यः आधार आधेयभावसम्बन्धः अस्ति, तं सम्बन्धं बोद्धुं पदं नास्ति इति तु सत्यं, किन्तु स्पृशति इति पदस्य योजनेन आदेयत्वं साधितम् इति नास्ति। आम्, सत्यम् इति नास्ति इत्युक्ते अत्र आदेयत्वं बोद्धुं पदं नास्ति इति कृत्वा स्पृशति इति क्रियापदं योजितम् इति न वक्तव्यम्। तथा भवता उक्तम्, अस्तु भवतु, तर्हि इदानीं क्रमेण चिन्तयेम। घटं स्पृशति इति वाक्यं, तत्र वैयाकरणां मतानुसारं कति पदानि सन्ति? पदद्वयमेव। उत्तमं, किन्तु नैयायिकानां मतानुसारं कति पदानि सन्ति? नैयायिकानां मतानुसारं चत्वारः पदाः, चत्वारि पदानि सन्ति, चत्वारि पदानि सन्ति। तानि कानि? घट, अम्, स्पृश, ति इति। उत्तमं, तर्हि पदचतुष्टयमस्ति इति कृत्वा प्रत्येकं पदे तत्र शक्तिः वर्तते खलु? यद्यपि तत्र जन्यत्वं बोधः विषयत्वविधि एतत् सर्वमस्ति, केवलम् अत्र मुख्यप्रकारता मुख्यविशेष्यता कुत्र अस्ति इति चिन्तयेम। तर्हि प्रथमं घट इति पदं, घट इति पदे विद्यमानशक्तिः या शक्तिः अस्ति तत्र मुख्यविशेष्यता कुत्र अस्ति? मुख्यप्रकारता कुत्र अस्ति? क्षम्यताम्, मुख्यप्रकारता घटपदे अस्ति। उत्तमं, मुख्यविशेष्यता? मुख्यविशेषता घटे एव अस्ति, घटपदार्थे इति वदतु, घटे घटे, समीचीनं। तर्हि इदानीं द्वितीयपदमस्ति अम्, मुख्यविशेष मुख्यप्रकारता कुत्र अस्ति? मुख्यप्रकारता कर्मत्वे अस्ति, कर्मत्वे। चिन्तयित्वा वदतु। ओ, सम्यक्, क्षम्यताम्, अम् पदे अस्ति, अम् पदे, हा, अम् इति शब्दे, अम् इति पदे अस्ति मुख्यप्रकारता, किन्तु विशेष्यता कुत्र अस्ति? विशेष्यता कर्मत्वे अस्ति, हा, कर्मत्वे अस्ति खलु। यथा घट इति पदस्य शक्तिः, शक्तेः मुख्यप्रकारता घटे, घट इति पदे, अपि च मुख्यविशेषता घट इति पदार्थे, तथा अम् इत्यस्य मुख्यविशेषता अम् इति पदे, किन्तु मुख्यप्रकारता अम् इति पदे मुख्यविशेष्यता कर्मत्वे अस्ति. अम् इत्यनेन किम् अवगन्तव्यं, किं सूचितम् इति चेत् कर्मत्वमेव सूचितं खलु. अस्तु, इदानीं तृतीयपदं स्पृश इति पदं मुख्यप्रकारता कुत्र अस्ति? स्पृश इति पदे अस्ति. उत्तमं, स्पृश इति पदे मुख्यविशेष्यता कुत्र अस्ति? मुख्यविशेष्यता स्पृश धातोः मध्ये अस्ति वा? स्पृश इति धातो, धातुः विषयः भवति वा? धातुः विषयः न भवति. नैयायिकानां मतानुसारं पदार्थाः कति पदार्थाः सन्ति? सप्तपदार्थाः. तेषु धातुः इति पदार्थः अस्ति किम्? नास्ति. तर्हि पदार्थेषु अन्यतमः वक्तव्यः उत्तरत्वेन. ओ अस्तु, स्पृशति इति क्रिया इति वा महोदय? का क्रिया? उत्तमं, का क्रिया? स्पर्शनक्रिया. हा, अतः एव अत्र दत्तं तस्य च धातुपदस्य स्पर्शनम् अर्थः इति उक्तम्. तर्हि मुख्यविशेष्या विषये अतः एव तत्र लिखितं सः क्रियारूपः. तर्हि तृतीयपदं यदस्ति वाक्ये स्पृश इति पदं, तस्मिन् विद्यमानशक्तिः, शक्त्याः नो चेत् शक्तेः, शक्तिः इत्युक्ते इच्छा, इच्छायाः विषयः, तत्र प्रकारः कः इति चेत् स्पृश इति पदम्. अपि च मुख्यविशेष्यता कुत्र अस्ति इति चेत् स्पर्शनक्रियायाम् अस्ति इति वक्तव्यम्. एवं चतुर्थपदं किं? ति इति पदम्. मुख्यप्रकारता कुत्र अस्ति? ति इति पदे. ति इति पदे इत्युक्ते ति इति शब्दे, सत्यम्. अपि च मुख्यविशेष्यता कुत्र अस्ति? अत्र कृति इत्यस्मिन् अस्ति. कृति, कृतिः इति स्वयं क्रिया, सत्यं, क्रिया. स्पृशति इति अनुक्त्वा स्पर्शनं करोति इति वक्तुं शक्यते खलु? स्पृशति इति अनुक्त्वा स्पर्शनं करोति. तर्हि स्पर्शनं करोति इति वाक्ये तत्र स्पर्शनं इति स्पृश् धातोः अर्थः, करोति इत्यस्य अर्थः चेत् तर्हि तदपि क्रिया. अतः एव कृतिः इति तिनन्तपदं प्रयुक्तमस्ति, भावार्थकपदं प्रयुक्तमस्ति. बुध्यते खलु? हा, इति अस्ति. तर्हि सर्वत्र शाब्दबोधः, शाब्दबोध खण्डे, शाब्दबोधप्रकरणे मुख्यप्रकारता शब्दे एव भवति सर्वत्र. किन्तु मुख्यविशेष्यता, इदानीं घट इति पदस्य मुख्य पद तत्र पदे पदे विद्यमानशक्तेः मुख्यविशेषता कुत्र अस्ति इति चेत् घट इति द्रव्ये अस्ति. एवम् अत्र स्पृश इत्यत्र क्रियायाम् अस्ति, अपि च ति इत्यत्रापि क्रियायाम् अस्ति इति मनसि भवेत्. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. तर्हि आहत्य इदानीं घट घटं स्पृशति इति वाक्ये नैयायिकानां मतानुसारं चत्वारि पदानि सन्ति. मुख्यप्रकारता कुत्र कुत्र अस्ति, तेषु शब्देषु वर्तते, मुख्यविशेष्यता द्रव्ये वा क्रियायां वा भवति इति अवगतम् अस्माभिः. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. सति भव भगिनी पठति किम्? धन्यवादः. धन्यवादः महोदय. धन्यवादः. तथा च चतुर्णां पदानां ये चत्वारः अर्थाः तेषां परस्परयोजनाय त्रयः सम्बन्धाः अपेक्षिताः भवन्ति. एवमेव वाक्ये पदानां वृद्धिः चेत् तत्तत् पदार्थानां च सम्बन्धाः पूर्वं ज्ञाताः. पूर्वं अज्ञाताः, पूर्वम् अज्ञाताः शब्दबोधेन विषयीक्रियन्ते शाब्दबोधेन विषयीक्रियन्ते एवञ्च पदेन उपस्थापिताः ये पदार्थाः तेषां शाब्दबोधे विषयता प्रयुज्यते चेत् अपि पदेन अनुपस्थितं आधेयत्वं निरूपकत्वं सम्बन्धरूपं कथं बोधे विषयः इति भवति प्रश्नः तथा च चतुर्णां ये चतुर्णां पदानां ये चत्वारः अर्थाः तेषां परस्परयोजनाय त्रयः सम्बन्धाः अपेक्षिताः भवन्ति पदः अत्र चित्ररूपे दत्तमस्ति तस्य विषये अत्र उक्तमस्ति चत्वारः पदानाम् इत्युक्ते खडपदम् अम्पदं स्पृश् धातुः ति आख्यातम् घट अम् स्पृश् ति इति चत्वारि पदानि अत्र तैः पदैः के अर्थाः बोद्धाः खडपदेन खड इति अर्थः अम्पदेन कर्मत्वं स्पृश् धातूना स्पर्शनं ति इति आख्यात क्रिया ति इति आख्यातेन अपि क्रिया कृतिः एव बुध्यते उत्तमं पुनः तेषां परस्परयोजनाय त्रयः सम्बन्धाः अपेक्षिताः भवन्ति तद् उक्तमस्ति खडनिष्ठ आधेयता कर्मत्वे अस्ति इति अत्र सम्बन्धः आधेयत्वसम्बन्धेन वर्तते कर्मत्वम् अपि च अम्पदनिष्ठकर्मत्वमिति वा तद् निरूपकत्वसम्बन्धेन स्पर्शनक्रियायाम् अस्ति अम्पदनिष्ठकर्मत्वमिति न वक्तव्यं कर्मनिष्ठ आदेयत्वं क्रमेण वदतु घटनिष्ठ आदेयत्वं कुत्र अस्ति कर्मत्वे अस्ति उत्तमम् एवं कर्मत्वनिष्ठ क्रिया स्पर्शनक्रिया वा न कर्मत्वनिष्ठ किं निरूपकत्वं कर्मत्वनिष्ठनिरूपकत्वं कुत्र अस्ति स्पर्शनक्रियायाम् अस्ति उत्तमम् एवं स्पर्शनक्रियानिष्ठ अनुकूलत्वं कुत्र अस्ति कृतिः ति इति आख्यातायां कृतीयाम् अस्ति खलु अस्ति इति चत्वारि पदानि सन्ति तैः बुध्यमानचत्वारः पदार्थाः सन्ति तेषु मध्ये त्रयः सम्बन्धः वर्तते त्रयः सम्बन्धाः वर्तते खलु वर्तन्ते अस्तु तर्हि इदानीं त्रयाणां सम्बन्धां त्रयाणां सम्बन्धं बोद्धुं येषु पदेषु किमपि पदमस्ति वा नास्ति नास्ति नास्ति नास्ति तथापि अत्र बोधः जायते खलु इति कृत्वा बोधे कथं बोधे विषयः एते सम्बन्धाः अपि बोधे कथं विषयाः भवन्ति इति प्रश्नः अस्ति खलु अस्ति इति तदेव अत्र उक्तमस्ति बुद्धिः चेत् तत्तत् पदार्थानां च सम्बन्धाः पूर्वम् अज्ञाताः शब्दबोधेन विषयीक्रियन्ते इति इत्युक्ते एकैकं पदम् अग्रे योजयामः वृद्धिश्चेत् इत्युक्ते वर्धनं कुर्मश्चेत् यदि केवलं घट इति तावदेव अहं वदामि तत्र घटपदार्थः बुध्यते किन्तु घटम् इति वाक्यं यदा अहं वदामि तत्र घट इति पदार्थः बुध्यते कर्मत्वं बुध्यते अपि च घटनिष्ठ आदेयत्वं कर्मत्वे अपि बुध्यते एवम् इतोपि घटं स्पृश इति वदामि चेत् इदानीम् इतोपि एकं पदं मया वर्धितं, तदा किं जायते? तत्र कर्मत्वम् अपि च स्पर्शनम् अनयोः मध्ये निरूप्यनिरूपकभावः सम्बन्धः यदस्ति तदपि अवबुद्धम्। इत्युक्ते अस्मिन् परिच्छेदे एव वाक्यबोधः कथं जायते इति उक्तम्। तत्र केवलं पदं श्रुत्वा पदार्थः एव बुध्यते, किन्तु यदि वाक्या पदानां समूहं कृत्वा यदि वाक्यरूपेण वदामः तत्र अधिकबोधः जायते। केवलं पदेन यः बोधः जायते तस्मात् अधिकम्। अधिकं किम्? पदयोः मध्ये यः सम्बन्धः अस्ति, परस्परसम्बन्धः, तदपि बुध्यते। यद्यपि अत्र न विद्यते तद् बोद्धुं, सम्बन्धं बोद्धुं किमपि पदं न विद्यते तथापि बुध्यते। तर्हि प्रश्नः उदेति कथम् इति। अत्र अस्ति एका शङ्का अस्ति महोदय। हा वदतु भगिनि। अनुकूलत्वम् इत्युक्ते एक्साक्ट्लि किं महोदय? तद् न अवबुद्धम्। अग्रे आयास्यति, अग्रे आयास्य। अनुकूलत्वम् इत्युक्ते अत्र स्पर्शनम् इति स्पृश् धातुना स्पृश् धातोः यः अर्थः अस्ति, स्पर्शनम् इति क्रिया, अत्र क्रिया बोद्धुं स्पर्शनं करोति, स्पृशति इति वदामि चेत् तत्र स्पर्शनं करोति इति अस्ति खलु। तत्र स्पर्शनम् इति पदे इति क्रियायां कृतौ कृतनिष्ठ अनुकूलत्वमस्ति। अग्रे अग्रे आयासति भगिनि, इतोपि किञ्चित् चिन्तनं भवति, गभीरचिन्तनं भवति, तदा चिन्तयामि। महोदय क्रिया अपि च कृतिः मध्ये भिन्नं पदद्वयं भिन्नम् अस्ति किल महोदय? अत्र कृतिः इत्युक्ते तत् दट् इस् अ नौन्, क्रिया इत्युक्ते दट् इस् अन् आक्षन्। न न, स्पर्शनम् इति अपि भावार्थे लिट् प्रत्ययः, कृतिः इत्यत्रापि तिन् प्रत्ययः भावार्थे, उभयत्र भावार्थे एव। भावार्थे इत्युक्ते नौन्स्, अब्स्ट्राक्ट् नौन्स्। किन्तु कृतिः इति पदेन सर्वाः क्रियाः उक्ताः, किन्तु स्पर्शनम् इति पदेन केवलं स्पर्शनक्रिया एव उक्ता इति भेदः। तर्हि अत्र कृतिः इति पदेन इत्युक्ते घटं स्पृशति, घटं पश्यति इति, घटं स्पृशति इत्यस्मिन् स्थाने घटं पश्यति इति वाक्यमस्ति चेत् तत्र ति इति आख्यातस्य आख्यातेन किम् अवगच्छामः इति चेत् तत्रापि कृतिः एव अवगच्छामः, सर्वत्र कृतिः एव अवगच्छामः। बुध्यते खलु? सर्वत्र कृतिः एव भवति। अस्तु, अत्र अस्ति अत्र अस्ति सर्वदार्शनिकानां परस्परं मतभेदः। नैयायिकमते तु सम्बन्धभानं पदार्थानां परस्परम् आकाङ्क्षावशात् भवति इति वर्णयन्ति। इदानीं पूर्वं नैयायिकमते तु सम्बन्धभानं पदार्थानां परस्पर आकाङ्क्षावशात् भवति इति, पूर्वं किं प्रश्नः अस्ति अत्र? अनुपस्थितं पदेन अनुपस्थितम् अधेयत्वं निरूपकत्वं सम्बन्धरूपं कथं बोधे विषयः भवति इति प्रश्नः। अस्य उत्तरत्वेन अत्र दत्तम् अस्ति पदार्थानां परस्पर आकाङ्क्षावशात् भवति इति, तद् अधोभागे वर्णयन्ति इति चिन्तयामि। सत्यं, किन्तु नैयायिकाः वदन्ति तत्र परस्पर आकाङ्क्षा अस्ति इति, तर्हि तत्र आकाङ्क्षा इत्युक्ते यदि अहं घट इति उक्त्वा स्थगयामि, भवान् किं वक्तुम् इच्छति? घट, केवलं घट इति उक्तवान् खलु इति, तर्हि तदर्थम् इदानीं श्रोतरी आत्मनि आकाङ्क्षा जायते, इच्छा जायते. आकाङ्क्षा इत्युक्ते ज्ञातुमिच्छा. अत्र आकाङ्क्षा जायते. घट इति उक्त्वा अहं तूष्णीं भवामि चेत् तदनन्तरं किमपि वदतु भोः, घटम् इति यदि अहं तदानीम् इतोपि अं पदं यदि मया प्रयुज्यते, इदानीम् आकाङ्क्षा किञ्चित् पूरिता. इत्युक्ते कर्मत्वं मया बुद्धं, तस्मिन् आरोपितमस्ति. आदेयत्वम् आधारादेयभावः अपि मया बुद्धम्. किन्तु घटम् इति उक्त्वा तदनन्तरं यदि अहं तूष्णीं भवामि, तदा इतोपि आकाङ्क्षा शमना न जाता. इतोपि आकाङ्क्षा अस्ति, घटं किम् इतोपि वदतु भोः इति. तदनन्तरं घटं स्पृश, अत्र स्पृश इति अहं न वदामि. किमर्थम् इत्युक्ते तदा लोट् द्वितीय बन्धिमपुरुषः भवति. अतः घटं स्पृश इति यदि वदामि, यदि अहं वदामि, तदा तत्र स्पर्शन इति यावत् मया बुद्धं, किन्तु किं करणीयम्? इतोपि आकाङ्क्षा आकाङ्क्षायाः शमनं न जातं, तर्हि इतोपि आकाङ्क्षा वर्तते. तदर्थं स्पृशति इति यदि अहं पूरयामि, तदा सम्पूर्ण अवबोधः जातः. भवतु, इतोपि अत्र घटं स्पृशति इति वाक्यं श्रुत्वा मम आकाङ्क्षायाः शमनं न जातं. किमर्थम् इति चेत् कर्ता कः? केन स्पृष्टं घटं? घटः स्पृष्टः इति मया न बुद्धः इति आकाङ्क्षा तु भवितुमर्हति. भवतु, किन्तु तत्र यथा अहं केवलं घट अथवा घटम् अथवा घटं स्पृश् इति तावत् वदामि चेत् तत्र यादृश आकाङ्क्षा शमना न जाता, तादृश आकाङ्क्षा अत्र न वक्तुं शक्यते. इति कृत्वा घटं स्पृशति इति तावद् यदि अहं वदामि, इदानीं मयि जायमान आकाङ्क्षायां शमनं जातम् इति कृत्वा नैयायिकाः वदन्ति तत्र आकाङ्क्षा श्रोतरी या आकाङ्क्षा अस्ति तद् आकाङ्क्षवशात् आकाङ्क्षावशात् तत्र सम्बन्धः घट अपि च कर्मत्वम् अनयोः मध्ये आदेयत्वसम्बन्धः, कर्मत्वमपि च स्पर्शनक्रिया अनयोः मध्ये निरूपिनिरूपकभावसम्बन्धः, स्पर्शनम् अपि च कृतिः अनयोः मध्ये आनुकूल्य आनुकूल्यतासम्बन्धः यदस्ति तत् अवबुध्यते. तस्य कारणं किम् इति चेत् श्रोतरी विद्यमान आकाङ्क्षा इति नैयायिकाः वदन्ति. सर्वे एतादृशं वदन्ति वा इति चेत् न. वैयाकरणानां मतं भिन्नमस्ति, अद्वैतीनां मतं किञ्चित् भिन्नमस्ति. इत्युक्ते केवलम् आकाङ्क्षा अस्ति चेत् पर्याप्तम् इति अद्वैतिनः न वदन्ति. तत्र आकाङ्क्षा भवेत्, योग्यता भवेत्, आसक्तिः भवेत्, तात्पर्यमपि भवेत् इति अद्वैतिनः वदन्ति शाब्दबोधार्थम्. किञ्चित् वदामि, इत्युक्ते आकाङ्क्षा अस्ति, नय्य अद्वैतवेदान्तिनः अपि अङ्गीकुर्वन्ति आकाङ्क्षा भवेत् इति श्रोतरि मनसि. किन्तु आकाङ्क्षा अस्ति चेत् पर्याप्तं नास्ति, तत्र योग्यता अपि भवेत्. रूपं स्पृश इति यदि अहं वदामि, रूपम् इति तावदेव वदामि चेत् तत्र आकाङ्क्षा शमना न जाता, तर्हि रूपं स्पृश इति यदि अहं वदामि, तत्र आकाङ्क्षा शमना जाता, किन्तु योग्यता अस्ति वा? नास्ति. रूपस्य स्पर्शनं कथं वा स्यात्? अग्निना सिञ्चति इति वाक्यं तदेव वेदान्ते उदाहरणत्वेन दत्तवाक्यम्. अग्निना सिञ्चति, जलेन सिञ्चितुं शक्यते, यु केन् स्प्रिङ्कल् वित् वाटर्, किन्तु अग्निना कथं वा सिञ्चनं सेचनं कर्तुं शक्यते? न शक्यते. तर्हि योग्यता अत्र नास्ति, तर्हि योग्यता अपि आवश्यका आवश्यकी इति अद्वैतिवेदान्तिनः वदन्ति. केवलम् आकाङ्क्षा अस्ति चेत् एतत् सर्वं न बुध्यते, योग्यता अपि भवेत्. परस्पर पदयोः मध्ये योग्यता भवेत्. योग्यता अस्ति चेत् पर्याप्तं वा? नास्ति. इतोपि किञ्चित् किम्? आसक्तिः अस्तु. आसक्तिः नाम का इति चेत् सामीप्यम्. इदानीं घटम् इति उक्त्वा श्वः स्पृशतु इति यदि अहं वदामि शाब्दबोधः जायते किं न जायते किमर्थम् इत्युक्ते घटम् इति श्रुत्वा तत्र मध्ये स्थगनम् अभवत् तन्मध्ये बहूनि पदानि मया श्रुतानि श्रोत्र अश्रुतानि सन्ति तदनन्तरं स्पृशतु नो चेत् स्पृश इति वदति चेत् तत्र शाब्दबोधः न जायते तर्हि आसक्तिः अपि भवेत् अतः एव यथा वयं पठेम तत्र आसक्तिः भवेत् इत्युक्ते अहम् एकं वाक्यं पठित्वा प्रदर्शयामि अत्र अस्ति इति तत्र स्थगनं करोमि अत्र अस्ति सर्वदार्शनिकानां परस्परं मतभेदः नैयायिकमते तु सम्बन्धमानं पदार्थानां परस्परम् आकाङ्क्षावशाद् भवति इति वर्णयन्ति इति एतादृशं यदि अहं पठामि तस्यापि शाब्दबोधः न जायते अत्र अस्ति सर्वदार्शनिकानां परस्परं मतभेदः पश्यतु अत्र मध्ये स्थगनम् अकृत्वा मया उच्चारितं तदा शाब्दबोधः जायते किन्तु अत्र अत्र अस्ति सर्वदार्शनिकानां परस्परं मतभेदः नैयायिकमते इति तादृशम् अहं वदामि चेत् शाब्दबोधः न जायते तर्हि तत्र आसक्तिः अपि भवेत् तस्मादुपरि तात्पर्यम् अपि भवेत् इति इत्युक्ते तात्पर्यं नाम किम् इति चेत् वक्तुः विवक्षा विवक्षानुसारमेव सर्वम् अवगन्तुं शक्नुमः विवक्षा नास्ति चेत् इत्युक्ते विवक्षितं किम् इति अपि तत्र यद्यपि विवक्षा का इति बोद्धुं पदस्य तत्र तादृशसामर्थ्यं नास्ति किन्तु तदपि अवबुध्यते इत्युक्ते सन्दर्भं दृष्ट्वा वस्तुतः अत्र शब्दबोध शब्दः न उक्तः चेदपि अवगन्तुं शक्यते उदाहरणमस्ति अत्र द्वारं किं वक्तव्यम् ओपन् इत्यस्य कः अर्थः अमिके किं संस्कृतभाषायां किं वक्तव्यम् उद्घाटनं इत्युक्ते इनाग्रेशन् इति भवति किम् अत्र ओपन् द डोर् पिदधातु पिदधातु इत्युक्ते क्लोस् खलु समीचीनं हा तर्हि इदानीम् अत्र दीपः जायमानमस्ति गृहस्य अन्ते पूजां पूजा जायमाना अस्ति इति चिन्तयतु तत्र दीपः ज्वलति तर्हि कोऽपि द्वारं किं तत्र भगिनी किम् उक्तवती पिदधातु इति क्लोस् वा ओपन् वा पिदधातु इत्युक्ते क्लोस् महोदय अपिदधातु इत्युक्ते ओपन् अस्तु भवतु कोऽपि वदति ए इति वदति तर्हि अत्र ए ए इति पदमेव प्रयुक्तं तत्र वस्तुतः अत्र अर्थः एव नास्ति ए ए ए इति इत्यस्य किन्तु येन श्रुतं सः सः अवगच्छति मया द्वारं कीलनीयम् ऐ हाव् टु क्लोस् द डोर् इति सः अवगच्छति तर्हि इदानीं यदि अन्यत् किमपि पात्रं बहिर् अहं नयन्नस्मि इति चिन्तयतु तदा ए ए ए इति यदि अहं वदामि इदानीं डोर् शुड् बि ओपन् इति अर्थबोधः जायते उभयत्र ए ए ए इति निरर्थकपदमेव मया प्रयुक्तमस्ति तथापि तस्मिन् निरर्थकशब्दे अपि शाब्दबोधः जायते किम् अनुसृत्य इति चेत् तात्पर्यम् अनुसृत्य शाब्दबोधः जायते इति कृत्वा यदि निरर्थकशब्दे अपि तात्पर्यस्य आवश्यकता अस्ति सार्थकशब्दे तात्पर्यस्य आवश्यकता निश्चयेन अस्ति एव अतः एव अत्र अलङ्कारशास्त्रम् अलङ्कारशास्त्रम् इत्युक्ते आङ्ग्लभाषायां किं वदेम, सिमिलि, मेटाफर् इति तादृशमस्ति खलु, तादृशप्रयोगाः तत्र तात्पर्यम् अनुसृत्य एव अवगन्तव्यम्। चन्द्रवत् कस्यापि मुखमस्ति इति यदि अहं वदामि तत्र तात्पर्यं किम् इति अवगन्तव्यम्। चन्द्रवत् मुखम् इति यदि अहं वदामि, सो ऐ केन् इण्टेण्ड् दट् हर् फेस् इस् एस् ब्रैट् अण्ड् ब्यूटिफुल् एस् अ मून्, बट् सपोसिङ्ग् इफ् ऐ मेण्ट् इट् सर्कास्टिकलि, अत्र चन्द्रे तु दोषः अस्ति खलु, यु नो यु देर् आर् पेचस् दट् यु सी आफ़् डार्क् पेचस् दट् यु सी इन् द मून्, तर्हि इफ् ऐ सेड् सर्कास्टिकलि चन्द्रवत् मुखं तर्हि तत्र अर्थः कः इति चेत् मुखं समीचीनं नास्ति, दोषवत् अस्ति इति एव अर्थः। तर्हि उभयत्र चन्द्रवत् मुखम् इति एव पदं मया इति एव वाक्यं मया रचितं, किन्तु मया मम विवक्षा का इति चेत् तत्र सन्दर्भं दृष्ट्वा सर्वम् अवगन्तव्यम् इति कृत्वा, एतत् सर्वं किमर्थं मया उक्तम् इति चेत् अत्र अस्ति सार्वदार्शनिकानां परस्परं मतभेदः इति उक्तं खलु, तत् प्रदर्शनार्थं, तद् अवगमनार्थम् एतत् सर्वं मया प्रदर्शितम्। तर्हि तत्र भिन्नभिन्नदार्शनिकाः भिन्नभिन्नसिद्धान्तं स्वीकृत्य अर्थबोधः जायते इति ते वदन्ति। नैयायिकाः कथं वदन्ति इति चेत् आकाङ्क्षावशात् अत्र सम्बन्धानां पदयोः मध्ये परस्परसम्बन्धस्य अर्थः बुध्यते, यद्यपि तत् सम्बन्धं बोद्धुं वाक्ये पदं नास्ति तथापि बुध्यते एव। कस्य कारणं किम्? आकाङ्क्षा। आकाङ्क्षा कुत्र वर्तते? श्रोतरी वर्तते। श्रोतरी आकाङ्क्षा अस्ति चेत् एव शब्दबोधः जायते। सी, आल् दीस् आर् एक्स्ट्रीम्लि इम्पार्टेण्ट् पायिण्ट्स्। व्यवहारे एतत् सर्वे महान् उपयोगाय भवति। Sometimes you tell somebody something and he doesn't listen. Why? Because, or he doesn't understand. Because his akanksha is not there. Akanksha in English means expectation. So he either doesn't understand or he misunderstands. Astu. Iti kritva parasparam akanksha vashat bhavati iti nayayikaha varnayanti. Tarhi tat katham jayate iti idanim agre pathyam. लक्ष्मी भगिनी पठति किम्? आं महोदय, संसर्गभानवर्णनाय निदर्शनं, तत्र पाठकाले इदम् अस्माभिः इत्थं निरूप्यते, कश्चित् गृहे विद्युत्योजनायाः उपकरणानि आनेतुम् आपणं प्रति गतः, यथा तेन अन्यानि उपकरणानि क्रीतानि तथैव सः विद्युत् उन्नोदकान् एवं तदा आश्रयं च क्रीतवान्। अन्ते धनयोजनाकाले आपणस्वामिना विद्युन्नोदकानां तद् आश्रयस्य च मूल्यं लिखितं, परन्तु तयोः योजकानां धनं नैव लिखितं। तदा क्रेता अपृच्छत् कुतः न योजितं योजकानां धनं? विक्रेता अब्रवीत् यः नोदकान् तदाश्रयं च क्रीणीते तस्य एते योजकाः विना धनं लभ्यन्ते इति। अस्तु, एतत्तु सरलमेव, अत्र उदाहरणमस्ति। आं महोदय, आमाम्, अत्र सरलमेव खलु, अत्र अधिकं न वक्तव्यम्। आमामामाम्, तर्हि इदानीं भवती किं करोतु, अत्र अस्य पङ्क्तेः अर्थः न वक्तव्या, किं वदतु इदानीम्? एतद् दृष्टान्तमस्ति खलु? तर्हि अत्र दृष्टान्ते ये विषयाः उक्ताः तत्र दार्ष्टान्ते किं बोध्यते इति तस्मिन् विषये किञ्चित् वक्तुं प्रयत्नं करोतु। अस्तु अत्र सो अत्र प्रथमं सो आपणस्वामिः तत्र सो कश्चित् कश्चित् केचन वस्तूनि क्रीणाति आपणस्वामिनः तत्र केचन वस्तूनां तेषु केचन वस्तूनां धनं तत्र लिखति अन्यस्य तत्र न स्थापितवान् अतः ततः यः क्रीतवान् यः क्रेतुमिच्छति सः ग्राहकः पृच्छति किमर्थं तत्र तत् न योजितवान् तस्य धनं किमर्थं तत्र न योजितवान् इति तत्र के पदार्थाः क्रेताः इति वदति वा अस्तु पदार्थानां क्रेता इति तत् क्रेता इति पदार्थमस्ति क्रेता इति तु पदार्थमस्ति एव न न इत्युक्ते यदि अहं यदि आपणं गत्वा घटं क्रीणामि तदा क्रेतः पदार्थः कः क्रेतः अहमेव क्रेता अस्मि क्रेतः न क्रेता वा क्रीतः क्रीतः पदः पदं क्रीतः पदार्थः कः क्रीतः पदार्थः घटः घटः एवम् अस्मिन् उदाहरणे क्रीताः पदार्थाः के क्रीताः पदार्थाः विद्युत् नोदकान् तस्य आश्रयः तेषां योजनकरणम् इत्युक्ते स्क्रूस् इति अत्र दत्तं विद्युत्पोदकानां तदाश्रयस्य तयोः मध्ये यत् योजनस्य कृते यन्त्रं करणमस्ति तत् त्रयः तर्हि विद्युत्नोदकः इति एकः पदार्थः नोदकस्य आश्रयः इति द्वितीयः पदार्थः योजकः तयोः योजकः इति तृतीयपदार्थः आम् आम् एते एव पदार्थाः क्रीताः खलु आम् सत्यम् आम् अस्तु तर्हि इदानीम् इति दृष्टान्ते दार्ष्टान्ते दृष्टान्तेन यद् बोद्धुमिच्छामः तदेव दार्ष्टान्तं भवति तर्हि इदानीम् अस्माकं घटः घटं स्पृशति इत्यस्मिन् वाक्ये विद्युन्नोदकस्थाने किम् अवगन्तव्यम् विद्युत्नोदकस्थाने घटम् अवगन्तव्यम् विद्युत्नोदकं क्रीतवान् इति सदृश्यपदमस्ति इत्युक्ते घटं घटस्थाने विद्युत्नोदकम् अस्ति स्पृशति स्थाने क्रीतवान् इति अस्ति तत्र क्रीतवान् अस्ति विद्युत्नोदकम् एक विद्युत्नोदकम् इति वाचकः इति वाचकः तस् यदि पूर्वम् एव तस्य अर्थः ज्ञायते तस्य अर्थः ज्ञायते चेत् तत् किम् अस्ति किमस्ति वा तस्य वाच्यार्थः किम् अस्ति इति स्मृतिपथे आगच्छति विद्युत्नोदकम् इति पदं पदार्थः नाम तत् वस्तु किम् इति द्वयोः मध्ये अर्थः आगच्छति क्रमेण गच्छेम तर्हि विद्युत् नोदकः इत्यस्मिन् स्थाने कः पदार्थः अस्ति उदाहरणे घटं हा घट इति वदतु केवलं घटम् इति मा वदतु घटम् इति तर्हि तद् आश्रयः इत्यस्मिन् स्थाने किमस्ति आश्रयः इत्यस्मिन् स्थाने दाष्टान्ते तु दाष्टान्तः केवलं तत्र पदसमूहः त्रयमेव तत्र त्रयं वा चत्वारमेव अस्ति अत्र तदाश्रयमपि घट अस्तु तदाश्रयम् अपि तदाश्रयं तत्र तत्र पद तत्र पद पदत्रयमस्ति पदत्रयमस्ति दाष्टान्ते तदपि घटं सूचयति घटस्य सर्वनामपि सूचयति क्षम्यताम् अत्र कथं वक्तव्यं यदि अहं प्रश्नं पृच्छामि एकमेव पदम् उत्तरत्वेन वक्तव्यम् एकमेव पदम् तदा स्पष्टतया अवबोधः जातः इति मया अवगन्तुं शक्यते अधिकं वदति चेत् मम मनसि स्पष्टता न भवति अस्तु तर्हि विद्युत् नोदकः इति दृष्टान्ते यदस्ति तत्र दार्ष्टान्ते घट इति भवति एवं तद् आश्रयम् इत्यत्र दार्ष्टान्ते किं तदाश्रय इति भवति तदाश्रय दार्ष्टान्ते किं घट घट घट पुनः घट नास्ति ओ स्पृशति तु न भवितुमर्हति दार्ष्टान्ते स्पृशति तत् स्पृशति इति क्रियापदम् अस्ति सो दार्ष्टान्ते तदाश्रय इति पदमेव नास्ति पदमेव नास्ति इति वक्तुं शक्यते घट अं तयोः मध्ये आदेयत्वम् अस्ति इति वयं पूर्वं दृष्टवन्तः अत्र तु तत्तु कर्मत्वस्य आधारता किन्तु अत्र तु तदाश्रयम् इति एकमेव पदं क्षम्यतां भगिनि एकमेव पदम् उत्तरत्वेन वक्तव्यम् इति प्रार्थितं खलु आमाम् आम् विद्युत्नोदकः घटः अस्ति चेत् तद् आश्रयः दार्ष्टान्ते कः एकमेव पदं वक्तव्यम् दाष्टान्ते सदृशपदं पदं वक्तव्यम् अधिकं वक्तव्यं नास्ति नास्ति अस्तु वर्षा भगिनी किञ्चित् सहायं करोतु अत्र अम् इति पदं महोदय अम् इति पदं वा कर्मत्वं बोधयति किल महोदय तदपि पदमेव तदेव दार्ष्टान्ते दार्ष्टान्ते अम् इति स्वीकर्तव्यं वा कर्मत्वं स्वीकर्तव्यं वा महोदय अत्र एकमेव उत्तरम् उत्तरम् एकमेव पदं वक्तव्यम् हा महोदय अत्र उदक नोदकः स्थाने घट इति स्वीकर्तव्यं घट इति पदं स्वीकर्तव्यं वा घटम् इति पदार्थः स्वीकर्तव्यः वा घट इति पदं स्वीकर्तव्यं धन इत्यस्य स्थाने नोदकस्य धनस्य स्थाने घटपदार्थं स्वीकर्तव्यं अन्यत् किमपि वा मा वदतु अत्र क्रमेण चेत् धनविषये इदानीं किमपि न वदतु कृपया मया न पृष्टं खलु तर्हि विद्युत् नोदकः इति दृष्टान्ते एकमस्ति तस्य स्थाने घट इति पदं स्वीकर्तव्यं वा नो चेत् घट इति विशेष्यं पदार्थः स्वीकर्तव्यः वा ओके घट इति पदार्थः स्वीकर्तव्यः हा समीचीनं घट इति पदं न स्वीकर्तव्यं शब्दः न स्वीकर्तव्यः पदार्थः स्वीकर्तव्यः अस्तु तर्हि इदानीं तदाश्रयम् इति दृष्टान्ते यदस्ति तस्मिन् स्थाने किं स्वीकर्तव्यम् अं पदस्य अर्थः किं स्वीकर्तव्यम् एकमेव पदं वक्तव्यं हा भवतु तावदेव वक्तव्यं विद्युत् नोदकः इत्यस्मिन् स्थाने घट इति पदार्थः स्वीकर्तव्यः तद् आश्रयम् इत्यस्मिन् स्थाने कर्मत्वं स्वीकर्तव्यं तर्हि इदानीं तयोः मध्ये योजकः महोदय किमर्थं कर्मत्वं स्वीकर्तव्यं मया न अवगतं तदाश्रयं इत्युक्ते तदपि भिन्नपदार्थः खलु, स्विच् बोर्ड् इति अस्ति, तदपि भिन्नपदार्थः एव खलु. वदन् अस्मि, किञ्चित् शृणोतु. अस्तु, अस्तु. तर्हि विद्युत् नोदकः इत्यनेन घट इति पदार्थः स्वीकर्तव्यः, यत्र मुख्यविशेष्यता अस्ति, सः पदार्थः स्वीकर्तव्यः, द्रव्यं स्वीकर्तव्यं, तदाश्रयम् इत्यनेन कर्मत्वं स्वीकर्तव्यं, योजकः इत्यनेन किं स्वीकर्तव्यम्? वर्षा भगिनी वदति किम्? आदेयत्वं. हा, वस्तुतः अत्र आदेयत्वम् इति न वक्तव्यम्, आधार आदेयभवसम्बन्धः यदस्ति खलु, योजकः किं करोति? विद्युत् नोदकम् अपि च तदाश्रयम् अनयोः मध्ये सम्बन्धः करोति खलु. तर्हि योजकः एव सम्बन्धं कारयति, तदेव साधकः अस्ति इति कृत्वा योजकः इत्यस्मिन् स्थाने आधार आदेयभावसम्बन्धः स्वीकर्तव्यः. सम्बन्धः इति किमर्थम् इत्युक्ते, किमर्थं मया उक्तमिति चेत्, घटनिष्ठ अधेयत्वं कर्मत्वे अस्ति, एवं कर्मत्वनिष्ठ अधिकरणत्वं कुत्र अस्ति? घटे अस्ति. हा, खलु. तर्हि तत्र सम्बन्धः, योजकः इत्यस्मिन् स्थाने सम्बन्धः इति एकम्. वर्षा भगिनी भवती एव वदतु इदानीं पुनः दार्ष्टान्ते विद्युत् नोदकस्थाने किं स्वीकर्तव्यम्? घटपदार्थः. न, तद् तदिदानीम् उक्तं, घट इति विद्युत् नोदकः, कर्मत्वम् इति तदाश्रयं, तयोः मध्ये आधारादेयभावसम्बन्धः, योजकस्थाने स्वीकृतम् इति एकं. तदनन्तरं पुनः विद्युत् नोदकस्थाने किं स्वीकर्तव्यम्? न, अत्र त्रयः सम्बन्धाः अवगन्तव्याः खलु. ओके, क्रियापदस्य योजनं वा महोदय, निरूपकत्वं स्वीकर्तव्यं वा? हा, तयोः मध्ये निरूप्यनिरूपकभावसम्बन्धः अस्ति. कर्मत्वं च न, अत्र समीचीनं, कर्मत्वं च घटः वा? न, स्पर्शनम् इति अस्ति, चित्रं पश्यतु पूर्वस्मिन् पुटे. हा, ओके ओके, परन्तु दृष्टान्ते तु अत्र क्रियापदमेव नास्ति, अतः एव. इत्युक्ते अत्र दृष्टान्ते दृष्टान्तः कथं, किमर्थं दृष्टान्तः कृतः इति चेत्, यथा विद्युत् नोदकम् अपि च तदाश्रयं क्रीणाति चेत् तत्र योजकः निःशुल्कं ददाति, तथा घट अपि च अम् इति वदामश्चेत् यद्यपि आदेयत्वं बोद्धुं पदं नास्ति, तथापि तत्र निःशुल्कं तदपि भवति एव इति वक्तुम् इच्छति. एवं कर्मत्वं, विद्युत् नोदकस्थाने कर्मत्वम्, आश्रयस्थाने स्पर्शत्वं, स्पर्शनम् इति क्रिया, स्पर्शत्वं नास्ति, स्पर्शनम् इति क्रिया स्वीकुर्मश्चेत् तयोः मध्ये यः सम्बन्धः अस्ति, निरूप्यनिरूपकभावसम्बन्धः, तदपि योजकस्थाने स्वीकृत्य तदपि निःशुल्कं ददाति इति अवगन्तव्यम्. इदानीं तृतीयः भवती, वर्षा भगिनी भवती एव वदतु. अत्र स्पर्शति इति स्वीकर्तव्यं महोदय? न, विद्युत् इत्युक्ते इदानीं तृतीयः, दार्ष्टान्ते तृतीयं वक्तव्यम्. अनुकूलत्वसम्बन्धं निरूपणीयम् अत्र. यदि वयं वदामः अत्र नोदकः क्रीणाति इति, नोदकः स्पृशति इति, अत्र स्पर्शति धातु अपि च स्पृशति धातु अपि च कृतिः तयोः मध्ये, नो नाट् स्पृश् धातु, सोरि, स्पर्शनक्रिया अपि च कृतिः मध्ये अनुकूलत्वसम्बन्धमपि तदा एव विनाशुल्कं निरूपयितुं शक्यते. उत्तमं. तर्हि तृतीयत्र तृतीय इदानीं दार्ष्टान्ते तृतीयम् अर्थम् अवगन्तव्यं चेत् तत्र विद्युत् नोदकस्थाने स्पर्शनक्रिया भवति, आश्रयस्थाने कृतिः भवति, तयोः मध्ये यः सम्बन्धः अस्ति, अनुकूलत्वसम्बन्धः यदस्ति तदपि तद् तद् योजकस्थाने भवति. अस्तु लक्ष्मी भगिनी, इदानीं वदतु बुद्धं किम्? न बुद्धं महोदय, किमर्थं चेत् किमर्थं चेत् आश्रयम् आश्रयः लुकिङ्ग् एट् इट् आब्जेक्ट् महोदय, अतः एव तत्र किमर्थं कर्मत्वम् आगच्छति इति विद्युत् नोदकान् तदपि द्वितीयविभक्त्याम् अस्ति, तदपि तत्रापि कर्मत्वम् अस्ति एव. विद्युत् नोदक इति शब्दे अपि कर्मत्वम् अस्ति एव. विद्युत् नोदक अनन्तरम् आन् इति प्रत्ययः भिन्ने अति पृथक् कृत्वा विद्युत् नोदक इति पद आन् इति प्रत्ययः तत्र आन् इति प्रत्ययः कर्मत्वं सूचयति एव. तथैव तदाश्रयम् इति तत्र तत्रापि तदाश्रय इति एकपदं तदाश्रय इति. अस्तु अस्तु, किं करोतु भवती एव अग्रे पठतु, किम् अनेन उदाहरणेन अवगच्छामः इति पठतु. ओ अस्तु अस्तु अस्तु, किम् अनेन उदाहरणेन अवगच्छामः? नोदकः धनेन लब्धः तदाश्रयश्च, नोदकः धनेन लब्धः तदाश्रयश्च, तयोः योजकः तु विना धनम्. तथैव घटपदार्थज्ञानाय घटपदरूपं घटपदार्थज्ञानाय घटपदरूपं धनं दातव्यम्. ओ घटपदरूपं धनं दातव्यं. कर्मत्वपदार्थज्ञानाय अम्पदरूपं धनं दातव्यं. तथा सति तयोः मध्ये यः योजकः आदेयत्वरूपः सम्बन्धः सः धनेन विना लभ्यते. ओ अस्तु, एतत् कृत्रिम उदाहरणम् इव दृश्यते. अस्तु, अधुना अवगच्छामि. इत्युक्ते स घटम् इति घटः स घट इति घटं पृच्छति, स घट इति स नोदकं स विद्युत् नोदकः घट इव. अम् इति पदं कर्मत्वं सूचयति, कर्मत्वं सूचयति. पृश् इति पदं अस्तु, अत्र घट अस्ति अम् अस्ति, तत् पदार्थद्वयं. घट इति विद्युत् नोदक इति पदेन सादृश्यं कर्तव्यम्. अनन्तरम् अम् इति पदं तदाश्रयमिति आश्रय इति पदेन सादृश्यं कर्तव्यम्. आश्रयत्वेन नास्ति, घटम् इति पदम् अम् इति पदम् उभयमपि धनं धनसादृश्यमस्ति. धनसदृश्येन अस्ति, उभयमपि धनसादृश्यम्. दृष्टान्ते धनम् इत्यनेन यदुच्यते तत् घटपदेन अम्पदेन अवगन्तव्यम्. दृष्टान्ते विद्युत् नोदकः अपि च तदाश्रयम् इति यदुक्तं तत् घट अपि च कर्मत्वम् इत्यनेन अवगन्तव्यम्. तत्र योजकः यदस्ति निःशुल्कं लभ्यते, तत् तु तयोः मध्ये यः सम्बन्धः अस्ति आधेयत्वसम्बन्धः, तद् अवगन्तव्यम् इति उक्तम्. आमाम् आम्, बुध्यते खलु? आम् अवगम्यते, किन्तु समीचीनं न भाति. किमर्थं समीचीनं न भाति? तत्र तावदेव आश्रय इत्युक्ते अत्र दृष्टान्तं दार्ष्टान्तं यदा सर्वत्र यदा शास्त्रं पठति भवति तदा तत्र दृष्टान्तेन किमपि उक्तं चेत् तत्र दृष्टान्ते यदुक्तं तत्र समान दार्ष्टान्ते किं समानम् इति अस्माभिः चिन्तनीयं. तावदेव आशयः, इतोपि तस्मादधिकं दृष्टान्तेन बोद्धुम् आशयः विवक्षा नास्ति. एषः एव आशयः, तावदेव. अहं चिन्तितवती घटं स्पृशति इति एकं वाक्यमस्ति, तत्र आदेयता कर्मत्वम् इत्यादि सम्बन्धाः न वाक्ये न उक्तं, तथैव अन्यः उदाहरणः स्वीकुर्मः, विद्युत् मोदकान् तदाश्रयं च क्रीतवान् इति एकम् अन्यम् उदाहरणं स्वीकुर्मः, तत्र आदायत्वं सम्बन्धं कथं निरूप्यते इत्यादि अहं चिन्तितवती. अतः एव मम मनसि एतत् समीचीनं नाम शाब्दबोधः कथम् अत्र जायते अति तादृशम् अहं चिन्तितवती. हा हा हा, इत्युक्ते घटं स्पृशति इति वाक्यं यथा तथा एतादृशवाक्यमपि स्वीकृत्य प्रदर्शयति, नास्ति इति नास्ति. अस्तु अस्तु, उत्तमं. तर्हि अग्रे गच्छेम. रमेश महोदय, धन्यवादः भगिनि. रमेश महोदय पठति किम्? किम् अनेन तत्रैव पठनीयं वा महोदय? तत् पठितं, तर्हि इदानीम् अग्रे गन्तुं शक्नुमः. अत्र चित्रमस्ति खलु द्वि अग्रिमपुटे. आम् एवमेव. हा तर्हि केवलं प्रतिपादयति वा अत्र घटपदम् अपि च अम्पदम् इति धनस्य दृष्टान्ते यद् धनमस्ति तस्य स्थाने एतत् सर्वं स्थातव्यं. घटपदार्थः कर्मत्वम् इति घटपदार्थः भवति द्युत् नोदकस्थाने, कर्मत्वम् इति आश्रयस्थाने. तयोः मध्ये यः आधेयत्वमस्ति तद् योजकस्थाने भवति, तदेव विना धनं भवति खलु. तद्विना धनम् आगच्छति. एवं सर्वत्र, एवम् अन्यत्रापि. तर्हि इदानीं कर्मत्वं विच स्पर्शनक्रिया अनयोः मध्ये सम्बन्धः इति चेत् इदानीं कर्मत्वं नोदकस्थाने भवति, स्पर्शनक्रिया इति आश्रयस्थाने भवति, तयोः मध्ये निरूपकत्वं यदस्ति तत्तु विना धनं लभ्यते. अपि च इदानीम् अत्र धनमस्ति अम्पदम् अपि च स्पृश् धातुः, उभयमपि धनं भवति इति उक्तम्. अस्तु, अत्र अन्ते किमस्ति? विना धनं किं लभ्यते? अत्र यद् लिखितमस्ति पठति वा? वाचक तदेव वा? वाचकपद अभावे अपि, वाचकपद अभावे अपि शाब्दबोधविषयत्वं तद् वाचकपद अभावे अपि शाब्दबोधविषयत्वं यत् आदेयत्वमस्ति तदेव आगच्छति इति वा? कस्य कस्य वाचकपदस्य अभावः अत्र उक्तमस्ति? आदेयत्वम् इति यदस्ति तस्य वाचकपदं पदस्य अभावस्य आदेयत्ववाचकपद अभावे अपि शाब्दबोधे आधेयत्वम् आधेयत्वे विषयत्वम् अस्ति. एवम् अन्यत् सर्वं वदतु. वाचकपद अभावे अपि शाब्दबोधे विषयत्वं निरूपकत्व निरूपकत्व अभावे अपि निरूपकत्ववाचकपद अभावे अपि शाब्दबोधविषयत्वं निरूपकत्वे आगच्छति. उत्तमं, बहु उत्तमम्. एवम् अन्यदपि अनुकूलत्वपद अभावे अपि अनुकूलत्ववाचकपद अभावे अपि शाब्दबोध विषयत्वम् अनुकूलत्वे आगच्छति. हा इति अस्ति. विना धनं यथा योजकः लभ्यते तथा एते सम्बन्धाः अपि लभ्यन्ते. एतेषु सम्बन्धेषु विषयत्वं लभ्यते एव शाब्दबोधे इति उक्तम्. अग्रे पठतु महोदय. इदमेव आकाङ्क्षाभास्यम् इति उच्यते. पदार्थयोः परस्पर आकाङ्क्षात् हि तयोः आकाङ्क्षवशात् पदार्थयोः परस्पर आकाङ्क्षावशात् हि तयोः सम्बन्धः अपि शाब्दबोधे विषयः भवति. अग्रे तथा च पदार्थानां संसर्गाः आकाङ्क्षाभास्याः भवन्ति इति तेषां वाचकपद अपेक्षा न अस्ति इति न कोऽपि दोषः। पदार्थानां संसर्गः इत्युक्ते आकाङ्क्षभाष्याः भवन्ति, तेषां वाचकपदः आपक। तर्हि तदेव लिखितमस्ति, पदार्थानां यद् सम्बन्धः अस्ति तेषां वाचकपद अपेक्षा नास्ति इति कोऽपि दोषः नास्ति इति वा? हा, अत्र अपेक्षा नास्ति इति सत्यं, तर्हि किन्तु कथम् अवबुध्यते? कथम् अवबुध्यते? तेषां मध्ये सम्बन्धः अस्ति इति वयं जानीमः, तत् तस्य कारणं किं, कथं जानीमः? हा, आकाङ्क्षा एव कारणम्, अतः एव आकाङ्क्षात् इति पञ्चमी प्रयोगः, हेतुपञ्चमी अत्र आकाङ्क्षा एव हेतुः, अतः संसर्गाः आकाङ्क्षाभास्याः भवन्ति। भासकः इत्युक्ते प्रकाशकः, भास्यः इत्युक्ते प्रकाश्यः, that which is illumined. तर्हि पदार्थानां संसर्गाः आकाङ्क्षभास्याः भवन्ति इति कृत्वा, इत्युक्ते आकाङ्क्षा अस्ति चेत् यद्यपि सम्बन्धं बोद्धुं पदं नास्ति वाक्ये, तथापि अवगन्तुं शक्यते इति कृत्वा, पदं नास्ति आकाङ्क्षां बोद्धुम् इति आकाङ्क्षा सम्बन्धं बोद्धुं पदं नास्ति इति कृत्वा वाक्यं न पूरितम् इति न वक्तव्यम्। तत्र परस्पर आकाङ्क्षा भास्य परस्पर संसर्गः भास्यते एव, कथम्? आकाङ्क्षा अस्ति, पदयोः मध्ये आकाङ्क्षा अस्ति इति कृत्वा भास्यते, इति कृत्वा कोऽपि न दोषः इति उक्तम्। अस्तु, धन्यवादः महोदय। अग्रे बहुर्भवती पठति किं प्रकृतिविचारः इति, किञ्चित् समयः अस्ति। प्रकृतिविचारः, यद्यपि शक्तिनिरूपणोत्तरं मूले आकाङ्क्षादिशाब्दबोधसामग्रीप्रदर्शनम् एव अस्ति इति तदेव अत्र निरूपणीयम्। तथापि पदे निरूपिते तदर्थानाम् आकाङ्क्षाभास्यानां तत्सम्बन्धानां च भाने निरूपितेऽपि प्रकृतिप्रत्ययकारकादिनिरूपणेन विना इदं प्रकरणं न निरूपितं भवति इति तान् अर्थान् निरूपयामः। अस्तु, यद्यपि शक्तिनिरूपणोत्तरं मूले इत्युक्ते तर्कसङ्ग्रहे वा, आकाङ्क्षादिशाब्दबोधसामग्रीप्रदर्शनम् एव अस्ति इति तदेव अत्र निरूपणीयम्। अत्र मूले इत्यनेन भवान् किम् अवगच्छति? तर्कसङ्ग्रहे वा? सत्यं, तर्हि तर्कसङ्ग्रहे किमुक्तम् एतावत्पर्यन्तम्? शक्तिनिरूपणम्, अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति उक्तं खलु? तदनन्तरं मूले किं वदति इति चेत्, 313 पेज् पुस्तकमस्ति खलु भवतः कृते? आम् अस्ति, 313 पेज् गच्छतु। अस्तु, अत्र आकाङ्क्षायोग्यता इति वा सम्बन्ध? तर्हि मूले तर्कसङ्ग्रहकारः अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति उक्त्वा तदनन्तरं किं वदति, आकाङ्क्षायोग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः इति गच्छति। किन्तु इदानीं विद्याधरीग्रन्थः किं वदति, इदानीं वदतु। अस्तु, यद्यपि शक्तिनिरूपणोत्तरं मूले अस्तु आकाङ्क्षादि शाब्दबोधसामग्री प्रदर्शनम् एव अस्ति इति, आकाङ्क्षा योग्यता सन्निधिः इति एतेषां सामग्र्याणाम् एव प्रदर्शनमस्ति, इत्युक्ते कारकम् इत्यस्मिन् विषये मूलग्रन्थकारेण किमपि न लिखितं, कर्तृकारकं, करणकारकं, कर्मकारकम् इति। सत्यम्, तेषां विषये तर्कसङ्ग्रहकालेन किमपि न लिखितम्, तथापि पदे निरूपिते तदर्थानां अस्तु आकाङ्क्षाभाष्यानां तत्सम्बन्धानां च अस्तु, तर्हि पदं वयं ज्ञास्यामः, अनन्तरं तेषाम् अर्थानाम् अपि ज्ञानं भवति, अपि च आकाङ्क्षाभाष्यानां अपि च तत्सम्बन्धानाम् अपि च तेषां ज्ञानं भवति निरूपिते अपि प्रकृतिप्रत्ययकारकादिनिरूपणेन विना। अस्तु, अत्र मूलप्रकृतिः का इत्युक्ते प्रातिपदिकं किं, धातु किम् इति नास्ति, प्रत्ययं किम् इति अपि न लिखितं, कारकम् इत्यस्यापि निरूपणं निरूपणं न कृतं, तथापि तेन विनापि इदं प्रकरणं न निरूपितं भवति इति तान् अर्थान् निरूपयामः। अस्तु, इत्युक्ते अत्र कथं वक्तव्यम् इति चेत्, इत्युक्ते समीचीनबोधः जातः इति ज्ञातुं, यद्यपि शक्तिनिरूपणोत्तरं शक्तिः कथं निरूपितम्, अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः इति शक्तेः निरूपणं कृतम्। तदनन्तरं मूले आकाङ्क्षा योग्यता सन्निधिः वाक्यार्थज्ञानहेतुः इति तस्य प्रदर्शनमेव अस्ति इति कृत्वा तदेव अत्र निरूपणीयमस्ति। किमर्थमित्युक्ते विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहः इति ग्रन्थस्य व्याख्या अस्ति, सत्यं तदेव निरूपणीयं भवतु, तथापि पदे निरूपिते तदर्थानाम् आकाङ्क्षभाष्यानां तत्सम्बन्धानाम्, अत्र आकाङ्क्षभाष्यं किं, सम्बन्धमेव, आकाङ्क्षाभाष्यं किं, भाष्यः कः इति सम्बन्धः, सम्बन्धः, तर्हि तदपि निरूपितं, यद्यपि मूलग्रन्थकारेण न उक्तं, विद्याधरीग्रन्थकारेण यः भागः इदानीम् अस्माभिः पठितः तस्मिन् भागे एतत् सर्वं निरूपितं, पदम् अपि च पदार्थः तयोः मध्ये यः सम्बन्धः अस्ति, तेन शक्तिग्रहः कथं जायते, तत्र परस्परसम्बन्धः पदानां मध्ये परस्परसम्बन्धः कथं जायते इत्युक्ते वाक्यार्थबोधः कथं जायते इति, एतत् सर्वं यद्यपि मूलग्रन्थकारेण उक्तं तथापि एतत् सर्वं निरूपितम्, अतः एव अत्र उक्तं तथापि पदे निरूपिते पदार्थानां तदर्थानाम् आकाङ्क्षभाष्यानां तत्सम्बन्धानां च बाणे निरूपिते अपि, इत्युक्ते मूल तर्कसङ्ग्रहकारेण यदुक्तं तस्मादुपरि बहुकिमपि अनेन ग्रन्थकारेण निरूपितमस्ति, तथापि न पर्याप्तं, किं विना न पर्याप्तं, प्रकृतिप्रत्ययकारकादिनिरूपणेन विना इदं प्रकरणं न निरूपितं भवति इति तान् अर्थान् अपि निरूपयामः। अस्तु, तर्हि प्रकृति इत्युक्ते किं, प्रत्ययम् इति प्रत्ययः इत्युक्ते कः, कारक सर्वानां निरूपणम् अग्रे आयास्यति इति, इत्युक्ते अत्र इदानीं किञ्चित् संयोजनं करोति, अत्र वैयाकरणमतं यदस्ति तत्र तत्रैव प्रकृतिप्रत्ययः इति भवति खलु, आमामां घट इति प्रकृतिः, अम् इति प्रत्ययः, तयोः मध्ये कर्मत्वं कर्मणि द्वितीया इति सूत्रेण तत्र कर्मत्वम् अवगन्तुं शक्नुमः, तर्हि तेषां विषये इतोपि किञ्चित् अवगन्तव्यमस्ति, यदि तेषाम् अवगमनं न भवति तावत्पर्यन्तं शाब्दबोधः कथं जायते इति सम्पूर्णचिन्तनं कृतम् इति न वक्तुं शक्यते इति कृत्वा स्वयं एतद् ग्रन्थकारः इतोपि अधिकं चिन्तयति। सत्यं, मूलग्रन्थे नास्ति, मूलग्रन्थे यद्यपि नास्ति तथापि एषः चिन्तयति, तर्हि बहु एतत्तु बहु मूलविषयः अस्ति, कथं शाब्दबोधः कथं जायते तत्र, किमर्थम् इत्युक्ते अत्र व्याकरणलोके प्रकृतिः अपि च प्रत्ययः एतत् सर्वं वयम् एवमेव स्वीकुर्मः, परन्तु अत्र किञ्चित् गम्भीरचिन्तनं तेषां विषये आगच्छति अस्ति इत्यतः अस्मिन् विषये अपि चिन्तयामश्चेदेव समीचीनबोधः जायते इति कृत्वा स्वेन विद्याधरीग्रन्थकारः एतत् सर्वं चिन्तयति। तर्हि इदानीम् अग्रे पाठः कस्मिन् विषये भवति इति चेत् प्रकृतिः इत्युक्ते किं, प्रत्ययः इत्युक्ते किं, कारकम् इत्युक्ते किम् इति व्याकरणवर्गम् इव भवति, किञ्चित् भेदः वर्तते, किन्तु भेदः वर्तते, तत् कथम् इति अग्रे पश्येम। अस्तु, समयः जातः, अत्र स्थगेम, सर्वेभ्यो नमस्कारः, धन्यवादाश्च।